ज्योत्यादिगणे हलनुधातवः इति विषयः इदानीम् अपि प्रवर्तते. तत्र अदुपदधातवः त्रयः सन्ति, ते अस्माभिः गतवर्गेषु पठिताः, भस् जन् धन्. इदानीम् इदुपद्धातवः सन्ति, चत्वारः इदुपद्धातवः सन्ति, धिष् निज् विज् विष्. तर्हि सप्तधातवः सन्ति खलु, सप्तधातवः सन्ति आहत्य, तत्र त्रयः अभवन्, चत्वारः इदानीमपि सन्ति. तर्हि धिष् चत्व पठतु मदर महोदय, इदुपद्धातवः. आं महोदय, इदुपदधातवः चत्वारः इदुपदधातवः सन्ति, दिश् दिश दिश् निजिर् निज् विजिर् विज् विश्र विश् दिश दिश् धातु परस्मैपदी शब्दे छन्दांसः द्वित्वम् अभ्यासकार्यं च दिश् श्लौ दिश् दिश् हलादिशेषः दिदिश् अभ्यासे चर्चा दिदिश् इति अङ्गम्. इदानीं पर्यन्तम् एकनिमिषम्, इदानीं पर्यन्तम् अवगच्छतः? आं महोदय, चत्वारः उपद दिदिश् भवति केवलम्, अङ्ग अङ्ग द्वित्वं कथं भवति अवगच्छति? श्लौ इत्यनेन द्वित्वं भवति, दिश् दिश् इति. तदनन्तरं हलादिशेष इत्यनेन दिदिश् इति भवति. सत्यं. तदनन्तरम् अभ्यासे चर्चा इत्यनेन दकार तृतीयदकारः भवति, दिदिश् इति अङ्गम् अन्तिमाङ्गम्. सत्यम्. अङ्गकार्यं अङ्गकार्यम् पठामि वा? पठतु. अलादिपित्सु उपदायां लघु गुणः दिदिश् योगः ति, पुगन्तलघुपदस्य च इत्यनेन दिदेश् योगः ति, दिदेश्च दिदेष्टि सुनाश्रुः इत्यनेन दिदेष्टि इति भवति. अत्र अजादिपित्सु नाभ्यासस्याचि पिति सारदातके अभ्यस्तस्याचि अभ्यस्तस्याचि पिति सारदातके इति सूत्रेण उपदायां लघु इकः गुणनिषेधः गुणनिषेधः भवति. अतः द्विदिश्योगः आणि गुणनिषेधः. तदनन्तरं रसाभ्यां नो नः समानपदे इति सूत्रेण नत्वं भवति, दिदिशाणि इति भवति. अलादि अपित्सु अलादि अपित्सु निति च गुणनिषेधः, दिदिश् योगः तः दिदिष्ट इति. अजादि अपित्सु निति च इति सूत्रेण गुणनिषेधः, दिदिश् योगः अति दिश्यति दिदिशति. तर्हि अत्र एक एव सूत्रमस्ति यत् नूतनमस्ति, नाभ्यस्तस्याचित् इति सार्वधातुके. अन्यत्र तु वयं जानीमः हलादिपित्सु अस्ति किं पुगन्तलघुपदस्य च, हलादि अपि तस्ति अजादि अपि तस्ति चेत् निति च इत्यनेन किमपि कार्यं न भवति, गुणः न भवति. परन्तु अजादिपित्सु सामान्यतया अजादि वा हलादि वा पित्सु अस्ति चेत् किं भवति, गुणः. परन्तु अत्र केवल हलादिपित्सु गुणकार्यं भवति, अजादिपित्सु गुणकार्यं न भवति. केन सूत्रेण? नाभ्यस्तस्याचिपिति सार्वधातुके इति सूत्रेण गुणकार्यं न भवति इति अस्ति. तर्हि इति सूत्रं किं वदति वयम् अग्रे पश्यामः. तर्हि विजया महोदय पठतु नाभ्यस्तस्याचिपिति सार्वधातुके. आं महोदय, नाभ्यस्तस्याचिप् इति सार्वधातुके अभ्यस्तस्य लघु उपद गुणः न भवति. अजादिपित् सार्वधातुकप्रत्यये परे न अव्ययपदम् अभ्यस्तषष्ट्यन्तम् अचि सप्तम्यन्तम् पिति सप्तम्यन्तम् सार्वधातुके सप्तम्यन्तम् अनेकपदमिदं सूत्रम् पुगन्तलघुपदस्य च इत्यस्मात् लघुपदस्य इत्यस्य अनुवृत्तिः मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अभ्यस्तस्य अङ्गस्य लघु उपदस्य गुणः न अचि पिति सार्वधातुके अत्र न अभ्यस्तस्याचि पिति सार्वधातुके सूत्रं वदति अभ्यस्त लघु उपदा अस्ति चेत् अत्र गुणः न भवति इति निमित्तमस्ति अत्र अजादिपित् सार्वधातुक प्रत्यये परे अस्ति चेत् तावदेव महोदय अत्र तावदेव सरलसूत्रमेव अस्ति लघु पुगन्तलघुपदस्य च इति 8378386 इति सूत्रमस्ति तद् वदति पुगन्तमस्ति अथवा लघुपदा लघु उपधा अङ्गमस्ति चेत् गुणं भवति इति परन्तु तस्य अनन्तरं 7387 नाम साक्षात् अनन्तरमेव सूत्रम् आगत्य वदति परन्तु अभ्यस्त अङ्गमस्ति चेत् अपि च प्रत्ययः अजादि पित् सार्वधातुक अस्ति चेत् गुणकार्यं न भवति तर्हि पुगन्तलघुपदस्य इति सामान्यसूत्रम् उत्सर्गसूत्रं तद् वदति यत् पुगन्त वा अथवा लघुपद अङ्ग अस्ति चेत् गुण भवति सार्वधातुकप्रत्यये वा आर्धातुकप्रत्यये वा परन्तु तस्य अपवादः अस्ति नाभ्यस्तस्याचि पिति सार्वधातुके नाम अङ्गं यदि अभ्यस्त अस्ति प्रत्ययः अपि प्रत्ययः च अजादि पित् सार्वधातुक अस्ति चेत् गुणकार्यं न भवति अतः उपरि लिखितमस्ति अजादि पित्सु तत्र अजादि अपि अस्ति पित् अपि अस्ति प्रत्ययः सार्वधातुकः अस्ति एव यतोहि वयं सार्वधातुकप्रकरणमेव पठामः अङ्गमपि अभ्यस्त अस्ति अङ्गमपि अभ्यस्त अस्ति अत्र प्रथममेव अवसरः भवति अस्य सूत्रस्य अतः अत्र पठितम् अस्ति अतः गुणकार्यं न भवति अतः दिधिश्योगः आणि दिधेषाणि न भवति दिधिषाणि एव भवति इति अग्रे तु पुगन् सन्धिकार्यं तु सरलमेव अस्ति वयम् अस्माभिः पठितमस्ति उजल्भ्यो यद्भिः तर्हि इदानीं रूपाणि कुर्मः तर्हि को विजयमहोदय भवती एव करोतु धिष् धातु तस्य अङ्गं दिधिष् लट्लकारः परस्मैपदम् आं महोदय श्रूयते खलु अस्तु अत्र दिश् इति धातुः जुहोत्यादि गणीयः अत्र जुहोत्यादिभ्यः श्लु इति इत्यनेन तत्र द्वित्वं भवति दिश् दिश् इति इदानीम् अङ्गमस्ति दिदिश् इति खलु महोदय दिदिश् दिदिश् इति अङ्गम् अस्ति इदानीं दिदिश् अत्र इकारः लघु इकारः अस्ति पुगन्तलघुपदस्य इति सूत्रेण गुणः भूत्वा दिदेश् इति भवति अनन्तरं तत्र एकनिमिषं चेत् तकारः अस्ति न ति अस्ति खलु लटीरूपं ति स्थाने स्टुनाष्टुगु इत्यनेन तकारः भूत्वा दिदेष्टि इति भवति सम्यक् अनन्तरं तकारः अस्ति तीतः अन्ति सीतः तः अन्ति हा तः तः तत्र न तत्र तीतः अति तीतः तः इदानीं तादृशमेव परन्तु तत्र तः अस्ति अतः अपित् अस्ति हलन्तम् अपित् अस्ति अत्र तत्र हलादि अपित् अस्ति अतः गुणः न भवति अतः तादृशमेव तिष्ठति इदानीं तकारस्य स्थाने स्टुनाशुः इति सूत्रेण टकारः भूत्वा तकारस्य स्थाने टकारः भूत्वा दिदिष्टः इति भवति दिदिष्टः अनन्तरम् अति अस्ति अत्र किमपि कार्यं नास्ति वर्णमेलनमेव दिदिशति इति अनन्तरं मध्यमपुरुषे एकवचने सि अस्ति, अत्र पुगन्तलघुपदस्य इति सूत्रेण गुणः भूत्वा दिदे भवति, सि अस्ति तत्र आदेशप्रत्ययोः इति सूत्रेण. आदेशप्रत्ययोः कुत्र शकारः अस्ति खलु, परन्तु प्रथमं तत्र प्रथमकार्यं तत्र शकारः अस्ति, षडोः कस्सि षडोः कस्सि इति सूत्रेण षडोः कहसि इति सूत्रेण ककारः भवति शकारस्य स्थाने. इदानीमेव सि स्थाने आदेशप्रत्ययोः इति सूत्रेण मूर्धने शकारः आगत्य दिदेक्षि इति भवति वर्णमेलनक्षि. इदानीं दिदिश् इति अस्ति, अत्र अपि अत्र तः अस्ति मूर्धन्य आम् महाप्राणतकारः अस्ति, अत्र द्वितीयवर्णः भूत्वा दिदिष्टः इति भवति. केन सूत्रेण? एतादृशम् एतत् सूत्रेण एव स्टुनाष्टुगु इति सूत्रेण. इदानीं तकारः द्वितीय महाप्राणतकारः अस्ति, अतः तत्र महाप्राणतकारः भूत्वा दिदिष्ट इति भवति. इदानीं किम् अस्ति मिप्, तत्र गुणकार्यं भवति पित् अस्ति, अतः पुगन्तलघुपदसि इति सूत्रेण दिते इति भवति. अनन्तरम् इश् अस्ति, अत्र वर्णमेलनमेव दिदेश् इति अस्ति, वर्णमेलनेन दिदेश्मि इति भवति. इदानीं तत्र हलादि अपि तस्ति गुणकार्यं नास्ति, तत्र दिदिष्वः दिदिष्मः तावदेव. बहु उत्तमं, सम्यक्, धन्यवादः. धन्यवादः. लट्लकारः अस्ति, दिधेष्टि दिधिष् दिधेष्टि दिधिष्ठः दिधिषति, दिधेक्षि दिधिष्ठः दिधिष्ठ, दिधेष्मि दिधिष्वः दिधिष्मः. अस्तु रघुपतिमहोदय, लोट् दिदिष्यवतु इत् अस्ति, दिदेशवतु चुनाष्टुः दिधेष्ट, दिदिश्यगतात् इति अस्ति अपि तस्ति, अतः दिदिश्यगतात् दिदिष्टात् इति चुनाष्टुः तथैव दिदिष्ठां दिदिशतु इति अत्र गुणः न भवति. दिदिश्योगहि इति अस्ति, दिदिश्योगहि कथहि इति अपि तस्ति, पूजल्यो हे धी दिदिश्योगधि इति अस्ति, दिदिश्योगधि इदानीं दिदिश्योगधि इत्यस्मिन् इदानीं दिदिश्योगधि तत्रापि अष्टुनाष्टुः इत्यनेन किं दिदिश्योग धि खलु, तत् अष्टुत्वं खलु, दिदिश्योग अष्टुत्वमेव खलु. एकवारं दिदिश् दिदिश् सत्यं सत्यं नास्तु वा, षकार अस्ति एकवारं सुनास्तु खलु महोदय, सत्यं. अतः दिदिश् दिदिश्योग अस्तु, दिदिश्योग स्तुत्वं जलं धी इति जश् अस्ति खलु, अतः जश् जश् भवति वा प्रथमं. धकारस्य धकारस्य श्रुत्वं किम्? धकारस्य धकारस्य तत्र झ झ इति भवति टवर्ग खलु, टवर्ग क्षम्यतां ष्टुत्वं ढ दिदिश्योग ढी ढ खलु, दिदिश्योग ढ इति अस्ति. इदानीं दिदिश्योग ढ इति अस्ति, इदानीं तत्र जस्त्वं भवति षकारस्य डकारः भवति, मूर्धन्यडकारः भवति जलां जस् जशि इत्यनेन, अतः दिदिड् योग ढि दिविड्डि इति भवति. सम्यक्, दिदिड्डि तथैव तथात् इति अपित् अस्ति तत्र किं दिदिष्टात् इति भवति सूत्रं भवति तथैव दिदिष्टं दिदिष्ट दिदिशग आनि इदानीमेव वयं पठितवन्तः अभ्यस् किमस्ति अत्र अभ्यस्तयोः न अभ्यस्तस्य अचिप् इति सार्वात् केतनेन गुणनिषेधः इत्यस्य अपवादः अस्ति अतः दिदिशग आनि केवलं वर्णमेव दिदिशानि दिदिशा वा दिदिशाम दिदिशानि केवलं वर्णमेलनं वा दिदिशानि अस्तु अस्तु अत्र नत्वं भवति दिदिशा दिदिशाणि इति भवति नत्वं सूत्रेण रसाभ्यां रसाभ्यां नो नः एकवारम् अट्कुप्वाङ् अग्रिमसूत्रेण अट्कुप्वां नुम्यवायति तर्हि दिदिशानि मध्ये आनि यद्यपि पित् अस्ति परन्तु नाभ्यस्तस्याचिप् इति सर्वतो इति सूत्रेण अजादि पित् अस्ति यतः गुणकार्यं न भवति दिदिशानि तत्र नत्वस्य प्रभावेन षकारस्य प्रभावेन नकारस्य किं भवति णकारः भवति अट्कुप्वां नुम्यवायति इति सूत्रेण दिदिशाणि दिदिशाव दिदिशाम तर्हि आहत्य किं भवति दिधेषु दिधिष्टात् दिधिष्टां दिधिषतु दिदिशानि दिदिशाव दिदिशाणि दिदिशाव दिदिशाम अस्तु मदर् महोदय करोतु लङ् लङ् लुङ् लङ् लुङ्षु अडुदातः इति सूत्रेण अडागमः भवति दिदिश् योगः तकारः अस्ति पित् अस्ति अतः अदिदिदेश् योगः तकारः इदानीं हल्याभ्यो दीर्घा चुतिसप्रक्तं हल् इति सूत्रेण तकारस्य लोपो भवति अदिदेश् दिदेश् इति भवति रूपं प्रथमं किं भवति प्रथमं गुणकार्यं सङ्गकार्यमस्ति खलु गुणकार्यं प्रथमं भवति आम् अदिदेश् दिदेश् अदिदेश् योगः तकारः इदानीं किं हल्याभ्यो दीर्घचुतिसप्रुक्तं हल् इति सूत्रेण तकारस्य लोपो भवति अदिदेश् अग्रे अग्रे जलां दशोन्ते इति अनेन डकारः भवति अदिदेट् दिडेट् डकार एकं रूपमेव आमां भावसाने इति सूत्रेण अदिदेड् दिदिश् योगः ताम् अदिदिश् योगः ताम् अस्ति अत्र स्टुनाष्टुः इत्यनेन अदिश् अदिदिष्टाम् दिदिष्टम् अनन्तरम् अदिदिश् योगः उः अस्ति अत्र वर्णमेलनमेव अदिशुः अदिधीषुः दीषुः अनन्तरम् अदिदिश् योगः सकारः अदिदेश् योगः सकारः अत्रापि हल्याभ्यो दीर्घचुतिसप्रुक्तं हल् इति अनेन सकारस्य लोपो भवति वा अतः षडोको सि इति सूत्रेण सकार गच्छति खलु परन्तु तत्र षडोको सि इति सूत्रं कार्यं न करोति महोदय तस्मात् पूर्वम् इदानीम् अदिदेश् भवति खलु सकारः पदान्ते अस्ति लां दशवन्ते पूर्वसूत्रमस्ति वा षडोकवसि पूर्वसूत्रमस्ति वा जलं पूर्वसूत्रं अस्ति खलु. आम् आम्. किमर्थं प्रसक्ति अस्ति? शकार दिदेश योगः सकारः अस्ति न भवति महोदय, गच्छति खलु षडोक अन्याध्वनिसूत्रेण देश् भवति. प्रत्ययलोपे सकारः तु अस्ति परन्तु पदं किं भवति? अधिदेश् भवति खलु. आम् आम् आम्. इदानीं पदं पदान्ते कः अस्ति, कः वर्णः? शकारः अस्ति, तदनन्तरं जलां दृशन्ति इत्यनेन डकारः अस्ति. शृणोतु, शकारः अस्ति पदान्ते झल् वर्णः, अतः झलां दशवन्ते इति अस्ति खलु. सकारः अपि अस्ति प्रत्ययलक्षणम् इत्यनेन, अतः षडोः भवति इत्यस्य अपि प्रसक्तिः भवेत्. परन्तु पूर्वसूत्रं किमस्ति? पूर्वसूत्रं जलां दशवन्ते एव. अतः जलं दशवन्ते कार्यं करोति. अत्र कार्यं कृत्वा किं भवति? डिभेड् खलु. इदानीं षडोः भवति, इदानीं षडोः भवति पुत्रस्य प्रसक्तिः अस्ति वा? न महोदय, न. डकारः अस्ति खलु, डकारः अस्ति. डकारः शकारः इव इति अस्ति वा? डकारः स्थानी आदेशः स्थानीवत् अस्ति वा? आदेशः अस्ति चेत् षडोः भवति खलु. अस्ति वा? अत्र डकारः अस्ति, सकारः अस्ति स्थानी, सकारः अस्ति आदेशः. तर्हि डकारः सकारवत् अस्ति चेत् षडोः भवति कार्यं कर्तुं शक्नोति. प्रश्नः अस्ति अत्र डकारः आदेशः यः सकारः स्थानी अस्ति तस्य इव अस्ति वा, स्थानीवत् अस्ति वा? किं किं रघुपतिमहोदय? तर्हि सर्वत्र सर्वदा एतत् सर्वं चिन्तनीयं, तत् परिभाषितमस्ति खलु. अत्र अल् विधि अस्ति, चकारस्य स्थाने डकारः अल् विधि नास्ति, अतः डकारः सकारः इव नास्ति. अतः सकारनिमित्तं कार्यं डकारकृते न भवति, अतः षडोः भवति न भवति. तर्हि अदिदेश् अदिदेश् भवति अदिदेड् डेड् केन सूत्रेण? अग्रे इति अदिदेश् योगः तम् अस्ति. अत्र श्रुत्वं भवति, अत्र अदिष्टम् अदिष्टम् अदिष्टं सम्यक् रीत्या. आम् श्रुणोतु, अदिष्टं वा दिदिष्टम्? आम् दिदिष्टम् दिदिष्ट अनन्तरम् अदिदिष्ट अदिश् अदिदिश् योगः अम् अस्ति. अत्र अत्र अजादि अत्र अजाति अस्ति, अतः गुणकार्यं निषेधः भवति. न अभ्यस्तस्याचि प्रीति सारोदात्तिक इति सूत्रेण गुणनिषेधः. दिदिशं दिदिशम् अदिदिश् योगः वा अस्ति, अदिदिश्व दिदिश्व एव अदिदिश्म. सत्यम्, उत्तमम्. अदिधेड् अथवा अदिधेड् अदिधिष्ठाम् अदिधिषुः अदिधेड् अथवा अदिधेड् अदिधिष्ठम् अदिधिष्ठ अदिधिशम् अदिधिष्व अदिधिष्म. अस्तु, विधिलिङ्गि किमपि नास्ति, केवलं वर्णकार्यं वर्णमेलनं. दिधिष्यात् दिधिष्याताम् दिधिष्युः दिधिष्याः दिधिष्यातं दिधिष्यात दिधिष्यां दिधिष्याव दिधिष्य. तर्हि दिष्ठा तु समाप्तः. प्रश्नः अस्ति वा? नास्ति महोदय, एक एव सूत्रसूत्रमस्ति अत्र, नाभ्यस्तस्याचिप् इति सारः. अस्तु, इदानीम् अग्रे गच्छामः. इदानीं त्रयः धातवः सन्ति निजादि अन्तर्गणे, तत् ज्योत्यादिगणे अपि एकः अन्तर्गणः अस्ति, यथा अदादिगणे अस्ति खलु जक्षादिगणः, तथैव अत्र अपि अस्ति निजादि अन्तर्गणः. निजादि अन्तर्गणः किमर्थमस्ति, तत्र किमपि विशेषकार्यं भवति. निजादि अन्तर्गणे त्रयः धातवः सन्ति निज् विज् विश्. तर्हि इदानीम् अग्रे पश्यामः. विजयमहोदय पठतु निजाद्य अन्तर्गण. आं महोदय, आम् निजादि अन्तर्गणः निजिर् योगः निज् विजिर् विज् विश्लुरु विश् एते त्रयः धातवः निजादयः. निजिर् इदानीं स्वीकुर्मः चेत् अत्र निज् धातुः उभयपदिनः शौच पोषणयोः इति अर्थे आगच्छति. द्वितीयं भवति अभ्यासकार्यं नकारस्य नत्वं किमर्थं भवति, केन सूत्रेण? नोणः. इदानीं द्वित्वम् अभ्यासकार्यं च निज् योगः श्लौ इत्यनेन निज् निज् भवति. हलादिशेषः इत्यनेन तत्र निनिज् एव तिष्ठति. अत्र एकं प्रथमवर्णः तिष्ठति, अन्य हलादिवर्णः अपगच्छति, हल् वर्णः अपगच्छति एव. निज् निज् इति अङ्गं भवति. अत्र किञ्चन विशिष्टं सूत्रम् आयाति, निजान् त्रयाणां गुणः श्लौ, येन अभ्यासे गुणः भवति. श्लू निमित्तीकृत्य इदं कार्यं भवति. अतः सर्वेषु रूपेषु प्रसक्तिः अस्ति. पित्वम् अपित्वम् इत्यनयोः न कोऽपि सम्बन्धः. अत्र एतत् निजान्त्रयाणां गुणः श्लौ भवति, श्लौ इत्यनेन गुणः भवति. अत्र श्लू निमित्तीकृत्य एव कार्यं भवति. अत्र किमपि पित्वं वा अपित्वं वा इत्यनयोः कोऽपि सम्बन्धः नास्ति एव. तर्हि अस्माभिः पठितं खलु अभ्यासकार्यं सामान्यं भवितुं शक्नोति, तस्य निमित्तम् अस्ति किं, तस्य निमित्तं किम् अस्ति, यतिङ् प्रत्ययः अग्रे अस्ति, तर्हि तत् हलादिशेषः ह्रस्वः सर्वत्र भवति. परन्तु कानिचन अभ्यासकार्याणि विशिष्टानि सन्ति, ते द्वित्वस्य निमित्तं यत् अस्ति तेन निमित्तीकृत्य सन्ति. अत्र द्वित्वस्य निमित्तम् अस्ति श्लू, अतः श्लू निमित्तीकृत्य विशेष अभ्यासकार्यमस्ति. अत्र कुत्रचित् लुङ् अस्ति चेत् चिलि विशेष अभ्यासकार्यमस्ति, चङ् विशेष अभ्यासकार्यमस्ति, यङ् विशेष अभ्यासकार्यमस्ति इति. तर्हि अत्र श्लू अस्ति, अतः श्लू कृते विशेष अभ्यासकार्यमस्ति. किमस्ति तु विशेष अभ्यासकार्यं, निजां त्रयाणां गुणः श्लौ. तर्हि निजाम् इत्युक्ते निजां त्रयाणाम् इत्युक्ते निज् आरभ्य त्रयः धातवः निज् विज् विश्. अत्र अभ्यासस्य गुणः भवति श्लू परे, तर्हि निमिज् भवति नेमिज् इति. तर्हि सूत्रं पठतु महोदय. जय महोदय, सूत्रं पठतु. अहं पठन् अस्मि जि, म्यूट् मध्ये आसम्. अस्तु, अहं पठन् अहं पठन् अस्मि इति दोषः अस्ति खलु अत्र. अत्र शत्रन्तपदमेव खलु. रघुपतिमहोदय मा वदतु, भवती एव वदतु, शत्रन्त अस्ति परन्तु सम्यक् अस्ति वा? अहं पठन् अस्मि भवती पुरुषः अस्ति, शत्रन्तपदम् अस्ति चेत् अत्र भवती पुरुषः अस्ति वा? भवती अस्मि भवती पुरुषः अस्ति न अहं पठन् अस्मि तत्तु अस्मि पठन् अस्मि सम्यक् अस्ति वा शतान्तपदमेव कार्यं कुर्वन् अस्मि अरे परन्तु पठन् पुल्लिङ्गरूपमस्ति पठन्ती अस्मि पठन्ती भवती भवती पठन्ती अस्ति अहं पठन् अस्मि अवगच्छति खलु अहं पठन् अस्मि अहं पुरुषः अस्मि खलु अहं पठन् अस्मि एव मया किम् उक्तम् अस्मि एव खलु पठन्ती अस्मि पठन्ती महोदय भवती स्त्री अस्ति अतः अहं पठन्ती अस्मि इति भवत्या उक्तं भवत्या वदनीयं न तु अहं पठन् अस्मि रघुपतिमहोदय अवगच्छामि रघुपतिमहोदय यदि वदति अथवा अहं यदि वदामि चेत् पठन् सम्यक् अस्ति अस्तु धन्यवादः महोदय निजां त्रयाणां गुणः श्लौ निजा सप्तमाध्याये चतुर्थपादे पञ्चसप्ततिः तमं निजा सूत्रमस्ति अत्र निजादीनां त्रयाणाम् अभ्यासस्य गुणः एतत् अभवत् खलु पठामि गुणः भवति श्लौ निज् विज् विश् इत्येषां प्रसङ्गः निजां षष्ट्यन्तं त्रयाणां षष्ट्यन्तं गुणः प्रथमान्तं श्लौ सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य सप्तमाध्याये चतुर्थपादे पञ्चाशत्तम इत्यस्मात् तमं सूत्रमस्ति इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं निजां त्रयाणाम् अङ्गस्य अभ्यासस्य गुणः श्लौ अत्र धातुः तत्र निज् विज् विश् एतत् त्रयाणाम् अङ्गस्य अभ्यासस्य गुणः भवति इति अत्र पितित् अपित् एतत् तत्र प्रसङ्गः नास्ति एव तत्र निमिज् अस्ति नि अभ्यासः अस्ति अतः अभ्यासस्य किं भवति गुणः भवति नीतस्य ने भवति नेमिज् भवति नेमिज् इदानीम् अङ्गमस्ति नेमिज् न तु निमिज् अग्रे बि अङ्गकार्यं प्रथमबिन्दुः पठतु अङ्गकार्यं अस्तु भवती पठति क्षम्य धन्यवादः अग्रे रघुपतिमहोदय अङ्गकार्यम् अस्तु हलादिपित्तु उपधायां लघु इकः गुणः नेमिज् इति अस्ति अङ्गं नेमिज् यगति पुगन्तलघुपतिस्य च इत्यनेन नेनेज् यगति इति इदानीं नेनेज् यगति सन्धिकायं भवति नेनेकि इति चोः कुः इत्यनेन तत्र चोः कुः इत्यनेन भवति नेनेक्ति इति भवति चकारस्य गकारः गकारस्य ककारः अग्रे अजादिपित्सु न अभ्यासस्य महोदय निनेजुगः इति चोहकुः भूत्वा समाप्तं वा चोहकुः कु न तत्र चोहकुः इत्यनेन गकारः आदेशः गकारस्य ककारादेशः भवति तत्र करिच इत्यनेन खरि हा तदेव उक्तवान् नेनेक् नेनेग् नेनेक् इति भवति भवता उक्तं वा करिच आमां करिच न उक्तवान् गकारस्य ककारः भवति इति उक्तवान् खरिच खरिच इत्यनेन अजादिपित्सु न अभ्यस्तस्य अशिप् इति सारधातुक इत्यनेन उपधायं लघु एकः गुणनिषेधः नेनिज् योग आनि नेनिजानि केवलवर्णमेलनं हलादि अपिस्सु निति च चिकिति च इत्यनेन गुणच्छेदः नेनिज् युगतः इदानीं सन्धिकार्यमस्ति तत्र गकारः भवति चोः कु इत्यनेन अनन्तरं खरिच इत्यनेन पुनः ककारः नेनितः इति अजादि अपिस्सु नीदित इत्यनेन गुणनिषेधः नेनि जग अति नेनिजति इति भवति. अजादि अपि सु नेनिजति इति केवलवर्णमेलनं तर्हि गुणः केवलं हलादिपित्सु अत्र सन्धिकार्यमपि अस्माभिः पठ सन्धिकार्यमपि अस्माभिः नास्ति. अस्तु इदानीं रूपाणि एव कुर्मः. रघुपतिमहोदय लट् अस्ति एकादश महोदय उभयपदी अस्ति अतः प्रथम परस्मैपदी करोतु. नेनिजि नेनिजि इति अङ्गमस्ति. निजं त्रयेण गुण इत्यनेन तत्र अभ्यासस्य गुणः भवति. निनि निनिजि इति नेनिजि इति भवति. नेनिजि गति केन सूत्रेण निजां त्रयाणां निजां त्रयाणां गुणः इत्यनेन निज एकं महोदय पुनः एकवारं पठामि अनन्तरं निजां त्रयाणां निज विज विश इत्येते तेषाम् अस्तु. निज विज निज विज विष अस्तु. नेनिज् गति इति अस्ति. इदानीं तत्र तिप् अस्ति पित् अस्ति इति कृत्वा नेनेज् गति. इदानीं चोः कुः इत्यनेन गकारादेशः तत्र नेनेग् यगति. अनन्तरं तत्र खरिचित्र नेनेक्ति इति भवति. नेनिज् गतः अत्रापि गुणः न भवति. नेनिज् अनन्तरं तत्र चोः कुः अपि च खरिचित्रे नेनिक्तः नेनिज् योग अति अपि तस्ति नेनिजति नेनिजत्य वर्णमेलनं नेनेज् नेनेज् योग सि सारि नेनिज् योग सि इति अस्ति. नेनेज् इति भवति. नेनेज् योग सि इदानीं चोः कुः इत्यनेन तत्र नेनेग् नेनेग् इति भवति. नेनेग् योगसि अनन्तरं नेनेग् योगसि आदेशप्रत्यय इत्यनेन नेनेक् नेनेग् योगसि अनन्तरं खरि चित्रे नेनेक्षि इति भवति. प्रथमम् आदेशप्रत्ययः अनन्तरं खरि प्रथम आदेशप्रत्ययः अनन्तरमेव खरि च इति सः अस्ति. ककारः षकारः ककारः आम् नेनिज् योगतः अपि तस्ति. अतः तत्र नेनिग् योग नेनिग् योगतः नेनिक् नेनिक्तः इति भवति. नेनिक्तः नेनिक्त नेनिज् योगमि नेनेज् योगमि इति वा नेनेज् मि अत्र चोहको न भवति वा न भवति. तत्र जलिपदान्ते जलपदान्ते नास्ति. नेनिज्वः अत्रापि जलिपदान्ते नास्ति. नेनिज्वः नेनिज्मः इति भवति. अस्तु तर्हि आहत्य नेनेति नेनिक्तः नेति नेनेति नेनिक्तः नेनिकति नेनेति नेनिक्तः नेनिजति नेनेक्षि अस्तु अग्रे मदर् महोदय लोट् महोदय नेनिज् योगसि कथं भवति? नेनिज् योगः सि नेनेज् नेनेज् योगः सि तर्हि इदानीं कुत्वं चोः कुः इत्यनेन गकारः इदानीं गकार आदेशप्रत्ययः ओहो आदेशप्रत्ययः सकारः षत्वं भवति. नेनेग् योगः षि इदानीं खर् अस्ति वर्णः खलु सकारः खर् वर्णः अस्ति सः गकारस्य ककारः भवति. नेनेक् योगः षि वर्णमेलनं कृत्वा नेनेक् षि इदानीं लोट् करोतु. नेनेज् योगः तु अस्ति तु पित् अस्ति. नेनेज् योगः तु नेनेज् योगः तु चुः कुः इत्यनेन गकारः नेनेग् योगः तु तदनन्तरं करीच इत्यनेन नेनेक् योगः तु नेनेक् तु नेनिज् योगः तात् नेनिक्तात् नेनिक्तात् एव नेनिक्तात् नेनिक्तात् नेनिज् योगः तां ने नेनिस्तां नेनिक्तां नेनिक्ताम् आं ने नेनिज् योगः तु अस्ति अतु अजन्त अतः किमपि वर्णमेलमेव ने निजतु ने निजतु ने निजतु ने नेनिज् योगः हि नेनिज् योगः हि अस्ति हुल्याभ्यो हूजल्व्यो हेदिः इति सूत्रं कार्यं करोति नेनिज् योगः दि अस्ति नेनिज् योगः दि इदानीं शृणाष्टुः इत्यनेन नेनिज् योग किं किं नेनिज् योगः धि किं भवति धि नेनेज् योगः धि लकारस्य किं भवति शृणास्तु जलां जष्टसि न जकारस्य भकारपरे अस्ति चेत् किं भवति जकारस्य किं भवति नेनेद् योगः धि भकारः हरि अस्ति खलु अतः जकारस्य किं भवति जलां जष्टसि जश्च जश्वर्णः अस्ति ओ परन्तु जकारः चवर्गी अस्ति खलु इदानीं पर्यन्तं भवत्या किं कृतम् तकारः अस्ति चेत् किं भवति नेनिज् योगः दि अस्ति इदानीं चोः क्योः इत्यनेन जकारः ककारः चोः को करणीयं खलु करणीयम् आम् अतः जकारस्य ककारः भवति इदानीं किं करिच इत्यनेन ककारः भवति एकनिमिषं ककारः खरवर्णः अस्ति वा नास्ति नास्ति किं वदति इदानीं जलां जष्टसि इति सूत्रं कार्यं करोति ककारः ततः नेनिग् योगः डि किं रूपं भवति ने नेनिग् योग ने नेनिग् दि नेनिग् दि नेनिग् दि नेनिज् योगः तात् अत्र ने ने ककारः भवति नेनिक् तां ने नेनिक् तात् नेनिक्ता गकारः प्रथमं जकारः गकारः भवति तदनन्तरं गकारः भवति नेनिक् योगतात् नेनिक्तात् नेनिक्तं नेनिक्त एव नेनिज् योगः आणि आणि अत्र गुणनिषेधः भवति अभ्यस्य तस्याचि पिति सा नाभ्यस्तस्याचि पिति सार्वधातुके इति सूत्रेण गुणनिषेधः भवति नेनिज् योगः आणि इति वर्णमेलम् एव नेनिजानि ने निजानि ने निजाव ने निजाम इति रूपम् उत्तमं तर्हि आहत्य किं वदत् भवति ने नेनेक्तु अथवा नेनिक्तात् नेनिक्तं निमित्तां ने निजतु ने निजि अथवा ने निक्तात् निमित्तं निमित्त मे निशानि नेमि जाव नेमि जाव अस्तु विद्या महोदय लङ् आं महोदय अत्र सर्वत्र अडागमः भवति सूत्रं लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण सर्वत्र अडागमः भवति इदानीम् अने अने निज् इति भवति निज् स्थाने लघु इकारः अस्ति अतः तत्र पुगन्धलघुपदस्य इति सूत्रेण अने अने नेज् इति भवति इदानीं जकारस्य स्थाने चोहु कुकु इति सूत्रेण किम् अभवत् तकारः वा तकारस्य अपृक्त एकाल् प्रत्ययः अस्ति अत्र अल्गाभ्य दीर्घ च्युति सप्तम् इति सूत्रेण तत्र तकार लोपः भवति इदानीम् अने नेज् इति भवति तत्र चोहु कुहु इति सूत्रेण तृतीयवर्णस्य स्थाने तृतीयवर्णः आगच्छति अतः तत्र अने नेग् इति भवति अनन्तरं वावसाने अनन्तरं कदिच इति सूत्रं कदिच कथं कार्यं न अत्र अन्तिमवर्णः गकारः वावसाने इति सूत्रेण ककारः भूत्वा अने नेक् इति भवति प्रथमं प्रथमम् अने नेग् इति भवति अनन्तरमेव गकारस्य स्थाने वा अवसाने इति सूत्रेण ककारः भूत्वा अने नेक् इति भवति अतः रूपद्वयं भवति रूपद्वयं भवति अनेनेग् अनेनेक् इति अनन्तरं तत्र अपित् अस्ति लोट् लकारे न लङ् लकारे ताम् इति अस्ति ताम् अस्तु ताम् अतु इति अस्तु अत्र ताम किम् एकनिमिषं भवति अत्र अतु एव खलु लङ् करोति खलु लङ् अत्र तामेव अस्ति ताम् अन्न अस्ति खलु ताम् अन्न परन्तु तां करोतु प्रथमं तदनन्तरम् अस्तु इदानीं अत्र ताम् अस्ति अतः हलादि अपित् अस्ति अतः गुणकार्यं नास्ति अनि अनि अनि निज् अस्ति खलु तत्र अपि तत्र अपि अने निज् इति अस्ति तत्र अपि चोहु कुहु इति सूत्रेण कार्यं करोति प्रथमं तृतीयवर्णस्य स्थाने तृतीयवर्णः आगच्छति गकारः अतः तत्र अने ने अने तत्र आम् अने अने निग् इति भवति अनन्तरं अने निग् इति भवति अने निग् इति भवति अनन्तरं वा अवसाने इति सूत्रेण ककारः भूत्वा महोदय अवसानं किं ताम् अस्ति खलु अग्रे ताम् अस्ति अत्र किं तां तस्य लोपः भवति वा करिच करिच खलु करिच करिच इत्यनेन अवसानं नास्ति प्रत्ययः अस्ति खलु अग्रे आम् आम् आम् आम् आम् अवसानं नास्ति प्रत्ययः अस्ति अत्र प्रथमं चोहो कुः इति सूत्रं भवति अनन्तरं करिचे इत्यनेन अने निक्ताम् इति भवति वर्णमेलनेन अने निक्ताम् अने निक्ताम् अनन्तरं तत्र अने निज् एव भवति अने निज् अने निज् अत्र अत्र किं भवति चेत् अत्र एकं सूत्रम् आगच्छति सिजभ्यस्त किम् अस्ति अत्र सिजभ्यस्त इति सूत्रेण तत्र जि स्थाने जुस् भवति अनन्तरं तत्र जुस्थाने जकारः चुटु इत्यनेन उस् भवति जकारस्य स्थाने न न चुटु इत्यनेन जकारस्य जकारः अपगच्छति एव उस् एव तिष्ठति इदानीं इदानीं जुस् उस् अस्ति उस्थाने ससजुषुरुः इति सूत्रेण उरु भवति खलु महोदय अनन्तरं उः भवति अनन्तरं न न उर् एव भवति अनन्तरं करावसानयोर्विसर्जनीयः इति सूत्रेण उः भवति इदानीम् अने निजुः इति भवति अने निजुः इति बहुवचनं अने निजुः अनन्तरं पूर्वमेव दृष्टवन्तः मध्यमपुरुषे एकवचनं अने नेक् इति भवति रूपं द्वयं भवति अने नेक् अने नेक् इति अत्र वा अवसाने कार्यं करोति इदानीं मध्यमपुरुष द्विवचनं अने निक्तम् एव भवति पूर्वमेव दृष्टवन्तः सां तम् अनन्तरं त अने निक्त इदानीम् अने निज् अस्ति अत्र अं योजनेन अने निजम् इति भवति अनन्तरम् अने निज्व अने निज्म तावदेव अत्र किमपि कार्यं नास्ति खलु अत्र किमपि कार्यं नास्ति वर्णमेलनमेव खलु महोदय अत्र गुणकार्यं भवति इदानीमेव दृष्टवन्तः खलु नाभ्यस्याची स्थिति सार्वधातुके इति वदतु सूत्रं वदतु किमपि कार्यं नास्ति नाभ्यस्तस्याचि पिति सार्वधातुके इति सूत्रेण तत्र गुणनिषेधः भवति अतः वर्णमेलनमेव समीचीनं खलु अने निजम् इति आहत्य अनेनेक् अथवा अनेनेक् अनेनिक्ताम् अनेनिजो अनेनेक् अथवा अनेनेक् अनेनिक्तम् अनेनिक्त अनेनिजम् अनेनिज्व अनेनिजम् अग्रे विधिलिङ्ग् मध्ये किमपि नास्ति केवलं वर्णमेलनं निनिज्यात् निनिज्यातां निनिज्युः निनिज्यः निनिज्यातं निनिज्यात निनिज्यां निनिज्याव निनिज्य अस्तु अग्रे आत्मनेपदीरूपं कुर्मः मदर् महोदय आत्मनेपदी लं लट् आम् नेनिज्योगः ते अस्ति नेनिज्योगः सूत्राणि जानाति चेत् साक्षात् रूपं वदतु झटिति वदतु चोहोकु कुः इत्यनेन ककारः तदनन्तरं ककारः करीच इत्यनेन ने ने निक्ति निक्ते ने निक्ते ने निक्ते ने निज्योगः आते अस्ति ने ने निजा ने निजाते ने निजाते ने निजते ने निजते तदनन्तरं ने निज्योगः से अस्ति से इदानीं चहोकुः इत्यनेन गकारः भवति तदनन्तरं ककारः ने निक्ष तदनन्तरं आदेशे प्रत्ययोः इत्यनेन शकारः भवति ने निक्षे इति भवति प्रथमं प्रथमं चुहोकुः तदनन्तरम् आदेशप्रत्ययः तदनन्तरं खरीच प्रथमं चुहोकुः इत्यनेन गकारः भवति तदनन्तरम् आदेशप्रत्ययः इत्यनेन गकारयोगः शकारः भवति तदनन्तरं खरीच इत्यनेन ककारः भवति ककारः अन्ते कथं महोदय जकारः सकारः अस्ति जकारः गकारः भवति तदनन्तरं आदेशप्रत्ययो ओ सकारः शकारः भवति तदनन्तरं खरीच तदनन्तरं खरीच आमाम् ओ विपाद्यमस्ति आम् आम् अस्ति मे निक्षे अग्रे नेनिक्षे ने ने नेनिजोगः अत्र ने अत्र नेनिजाते नेनिजोगः द्वे अस्ति ने नेनिग्द्वे नेनिग्द्वे चोः कुः इत्यनेन गकारः भवति जलं जल ककारः जलं समानमेव रूपं ने नेनिजोगः ये अस्ति नेनिजे नेनिजे नेनिजोगः वहे नेनिज्वहे नेनिज्महे अस्ति सत्यम् उत्तमम् तर्हि नेनिक्षे नेनिजाते निजते नेनिक्षे नेनिजाते नेनिग्ध्वे नेनिजे नेनिज्वहे नेनिज्महे अस्तु अग्रे रूपदी महोदय लोट् हा ताम् इति अस्ति तत्र तत्र कुत्वम् अनन्तरं तत्र खरिचैत्रेण गकारः अनन्तरं खरिचैत्रेण ककारः तर्हि नेनिक्तां नेनिजातां नेनिजतां नेनिक्ताः नेनिजातां नेनिग्ध्वं गकारः नेनिग्ध्वमेव नेनिग्ध्वमेव नेनिजै नेनिजावहै नेनिजामहै अत्र गुणः निषेधः अस्ति अभ्यस्य अभ्यस्य मध्ये एकवचनं भगिनि कार्यम् अस्ति खलु महोदय किं कार्यम् अस्ति खलु चोः कुः खरि च नेनिक्थः चोः कुः खरि च सत्यं हा गुणकार्यं किमर्थं न भवति उत्तमपुरुषे न अभ्यस्तस्य अचिपिति इति अजादि अचित्प्रत्यवरे गुणनिषेधः न अभ्यस्तस्य अभ्यस्तस्य अचिपिति अभ्यस्त अभ्यस्तस्य अचिपिति तर्हि अजादि अस्ति पित् अस्ति सार्वधातुकः अस्ति अतः गुणः न भवति आहत्य रूपं किमस्ति निनिक्तां निनिजातां निनिजतां निनिक्थः निनिजातां निनिग्ध्वं ने निजै निनिजावहै निनिजामहै अस्तु अग्रे विद्या महोदय लङ् आं महोदय अत्र लङ्लकारे सर्वत्र अडागमः भवति अत्र ता आताम् अत ताः आत्तां ध्वम् ई वहिमहि इति अस्ति ता इति अस्ति अत्र अने निज् इति भवति तत्र तत्र किमस्ति चोः कुः अनन्तरं करिच इत्यनेन ता योजनेन अने निक्त इति भवति अनन्तरम् अपित् अस्ति अलादि अपित् अस्ति आताम् इति अस्ति अने निजाताम् इति भवति अनन्तरम् अने निजत अत इति अस्ति ताः तत्रापि चोः कुः इति सूत्रेण अने निग् इति भवति अने निग् अनन्तरं करिच इत्यनेन ककारः भूत्वा अने निक्तः इति भवति अनन्तरम् अने निजाताम् इति भवति अनन्तरं तत्र चोः कुः इत्यनेन जकारस्य स्थाने गकारः भवति तत्र द्वं योजनेन अने निक् द्वम् इति भवति अनन्तरं तत्र उत्तमपुरुषे एकवचने इकारः ई वहे ई वहिमहि इति अस्ति अत्र अने निज् इति भवति इकारः योजनेन अने निजि भवति अनन्तरम् अने निज् वघि अने निज् महि इति भवति तावदेव महोदय तत्र स्व इति भवेत् खलु तत्र स्वाभ्यां वामौ इति तत्र तासस्ये इति भवति अहं क्षम्यतां तासस्ये स्वाभ्यां तासे स्वाभ्यां वामविकस्व इति एवं चिन्तयामि लोट् मध्ये अपि इथाः लङ् मध्ये अपि था मया उक्तं सत्यं भवती सत्यं वदति थासः हा तर्हि थास् प्रत्ययः अस्ति थास् प्रत्ययः अस्ति अतः थासः से इति सूत्रेण टित् लकारेषु थासः तत् से भवति तदनन्तरं लोट् लकारे सवाभ्यां वामौ इत्यनेन स्वो इति भवति तर्हि स्वो भवति चेत् रूपं किं भवति नेनिज् योग स्व इति अस्ति तत्र तत्र ककारः चोहुकु इत्यनेन अनन्तरं तत्र चोहुकु इत्यनेन नेनिग् यगस्व नेनिग् नेनिग् योगश्व नेनिक्ष्व इति भवति नेनिक्ष्व नेनिक्ष्व इदानीम् आदेशप्रत्ययोः कार्यं करोति अनन्तरमेव करिच लङ्लकारे अने अनेनिक्त अनेनिक् अने अनेनिजाताम् अनेनिजत अनेनिक्थाः अने अनेनिजाताम् अनेनिध्वम् अनेनिजि अनेनिज्वहि अनेनिज्म सत्यम् उत्तममस्ति विजयमहोदय स्व अस्ति न तु था सा एव प्रत्ययान् स्मरति वयं सर्वे प्रायः विस्मरामः तत्र आत्मनेपदि लाभः अस्ति बहुत्र न भवति खलु अतः अस्तु विधिलिङ्गि केवलं वर्णमेदनं नेनिजीत नेनिजीयातां नेनिजीरन् नेनिजीथाः नेनिजीयाथां नेनिजीध्वं नेनिजीय नेनिजीवहि नेनिजीव अस्तु तर्हि निज् धातुः समाप्तः प्रश्नाः सन्ति वा कस्यापि न महोदय अग्रे अस्ति निज् महोदय अत्र क्षा कथं भवति मो अहं न अवगच्छामि मेलनेन क्षा इति भवति केवलवर्णमेलनम् इति नूतनवर्णः नास्ति सवाभ्यां वामौ इत्यनेन स्व भवति मलर्ति प्रथमं अनन्तरं दन्त्यसकारस्य स्थाने मूर्धन्य शकारः श्व भवति अनन्तरं करिचे इत्यनेन तत्र ककारः भूत्वा कार्यं करोति अस्तु अग्रे अस्ति विज् धातु विज् धातु विजिर् विज् धातु तत्र अपि उभयपदी अस्ति पृथक् भागे पृथक् पृथक् करणीयं तत्र अस्ति परन्तु तादृशमेव खलु महोदय तादृशमेव अस्ति परन्तु तदेव अहं पठामि विजिर्धातु अस्ति विज् उभयपदी न पठतु कोऽपि मदर महोदय पठतु विजिर् विज् धातुः उभयपदी पृथक् भावे सर्वं कार्यं रूपाणि च निज् धातुरिव विज् योग विज् श्रौ विज् विज् अलादिशेषः इत्यनेन विविज् इति अङ्गं निजां त्रयाणां गुणः श्रौ इत्यनेन अभ्यासे गुणः वेविज् इति नूतनाङ्गं भवति तत्र अन्यपर्वं समानं रूपाणि समानानि सन्ति अतः गृहकार्यरूपेण एव कुर्वन्ति तत्र नेनिज् अस्ति अत्र वेविज् अस्ति किमपि भेदः कोऽपि भेदः नास्ति अग्रे विश् विश् धातुः उभयपदी व्याप्तौ अत्रापि कार्यं रूपाणि च दिश् धातुरिव केवलम् अभ्यासे सर्वत्र गुणः इति भेदः दिश् धातु इव अस्ति अभ्यासे गुणः आमां त्रयाणाम् इति निजां त्रयाणाम् इति गुणः श्लौ इति सूत्रेण अत्र अभ्यासे गुणः भवति ये तदेव भेदः अस्ति अत्र विश् यो विश् विश् भवति तदनन्तरं वि विश् निजां त्रयाणां गुणः श्लौ इति गुणः श्लौ इति सूत्रेण वेविश् इति भवति वेविश् इति रूपं वेविश् सं तर्हि नेविश् वेविज् वेविश् अस्तु इदानीं किमस्ति इदानीं तस्य रूपाणि अपि सर्वे कर्तुं शक्नुवन्ति इति अहं चिन्तयामि वेविश् अस्ति चकारः अस्ति अतः सुनातु प्रथमं भवति वेवेष्टि विदिश् अस्ति खलु विदिश् तथैव वेवि तादृशमेव विदिश् कृते रूपाणि अस्माभिः किं कुर्मः वेविश् अस्ति परन्तु अत्र उभयपदी अस्ति अतः तत्र आत्मनेपदी रूपाणि अपि सन्ति आत्मनेपदी किमपि भिन्नम् अस्ति वा भेदः अस्ति वा कोऽपि न वेवेष्टे वेवेष्टे भवति सुनाष्टुः वेविष्टे सकारस्य अपि तत्र वेवेक्षे षडोः कहसि आदेशप्रत्ययोः वेविश्योगः द्वे करोतु वेविश्योगः द्वे वेविश्योगः द्वे अस्ति इदानीं दिश् एव अस्ति जिश् जलां जषि इति सूत्रेण शकारः धकारः अस्ति किं भवति शृणाश्रुः वा शृणाश्रुः वेविश् योगः वेविश् वेविष्टे वेविष्टे वेविष्टे इति डकारः चतुर्थ द्वे वेविश् योगः द्वे अग्रे इदानीं जश्वर्णः अस्ति अतः जलां जषि इति रूपं किं भवति द्वे डकारः द्वे ए वहे महे अपि किमपि नास्ति तामातां न स्व अपि वेविक्ष्व न अत्र आदेशप्रत्ययोः न कार्यं करोति वा सकारस्य षडोः कोऽसीत्वेन ककारः तदनन्तरं सकारस्य आदेशप्रत्ययत्वेन सकारः तदनन्तरं वर्णमेलनं वेविक्ष्व किमपि नास्ति अस्तु तर्हि इदानीम् अन्तिमरूप धातुः अस्ति तुर् तर्हि रघुपतिमहोदय समापयतु ज्योत्यादिगणस्य अन्तिमधातुः अस्तु तुर् तुर् इति धातुः परस्मैपदी त्वरणे अस्तु द्युत्वम् अभ्यासकारं च तुर् इति अस्ति तुर् तुर् इति भवति तुतुर् इति अङ्गम् इति अङ्गं भवति अङ्गकार्यमस्ति हलादिपिस्तु उपधायां लघु इकः गुणः इति अतः तुतुर्युगति तुतोर्युगति तुतोर्ति इति अस्ति अजादिपिस्तु नाभ्यस्तास्याचि इति सर्वाधिके इत्यनेन उपधायां लघु इक् गुणनिषेधः तुतुर्युग आने तुतुराणि अट्कुप्वां इत्यनेन तुतुराणि हलादिपिस्सु हलिचैतरेण उपदा दीर्घः अस्तु तुतुर्योगतः इति अस्ति इदानीं तु हलि तत्र हलिचैतरेण तत्र तुतुर्योगतः तुतूर्तः इति भवति अजादि अपिस्सु नितिचैतरेण गुणनिषेधः तुतुर्योगाति तुतुरति हलि च इति पठितं हलिपरे रेफान्तानां वकारान्तानां च धातूनाम् उपधायाः स्थितः ईक्वर्णः दीर्घः भवति हलिसप्तम्यन्तम् अस्तु हलि अस्तु हलिसप्तम्यन्तं च अव्ययपदं द्विपदविधं सूत्रं सिप् सिप्धातोरुर्वा इत्यस्मात् धातो इत्यस्य अनुवृत्तिः ओरुपदायाः दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः येन विदन्तस्य इत्यनेन सहायेन तदन्तविधिः अतः ओर्हो इत्यनेन येषां धातूनाम् अन्ते रेफः वकारश्च तेषां ग्रहणं भवति अनवित्सहितसूत्रमस्ति हलि च रोः धातोः उपधायाः इकः दीर्घः भवति इति अस्ति रेफवकारान्तधातोः तत् उपधायाः गुणः भवति हलिपरे ईकवर्णस्य गुणः सोरि ईकवर्णस्य क्षम्यतां दीर्घः भवति उपधाय ईकवर्णदीर्घः भवति हलिपरे इति अस्ति तर्हि रोः धातोः नाम रेफान्तवकारान्तधातुः अस्ति चेत् तस्य अनन्तरं हलादिप्रत्ययः अस्ति चेत् तस्य उपधा मध्ये इकवर्णस्य दीर्घः भवति तुतुर्योगः तः अतः तुतुर् रेफान्त अस्ति तस्य अनन्तरं तकारः हलाः हलवर्णः अस्ति उपधायाम् इकवर्णः अस्ति उकारः अतः तस्य तस्य दीर्घत्वं भवति तुतूर्तः सन्धिकार्यं किमपि नास्ति यतोहि अन्ते रेफ् वर्णः अस्ति रेफ् वर्णस्य केवलम् अत्र रोपधाय दीर्घः हलि च एतानि एव कार्याणि भवन्ति सन्धिकार्यं किमपि नास्ति अतः इदानीं रूपाणि कुर्मः झटिति कुर्मः यद् किमपि नास्ति अतः झटिति वदतु परस्मैपदि लट् रघुपति महोदय झटिति अस्तु तुतोर्ति इति भवति तुतोर्ति अतः तुतुर्योगतः तत्र उपधाय हलिचैतन्येन गुणः तुतूर्तः तुतुरपि तुतोर्षि इति भवति तुतूर्तः यत्र किमपि भेदः अस्ति एकवारं वदतु अस्तु तुतुर्योगसि तुतोर्योगसि इदानीं तत्र गुणः भवति उपधायाः गुणः भवति अनन्तरं तत्र सकार अस्ति तत्र तत्र षत्वं भवति इन्कोः इत्यनेन आदेशपत्रे इत्यनेन तुतोर्षि इति भवति इन् प्रत्याहारे रेफः अस्ति खलु अतः सकारः अस्ति आमाम् अयवरट् अग्रे तुतुर्योगतः इति अस्ति अत्र तत्र हलिचैतन्येन तत्र रेफ पर एकवर्णस्य गुणः भवति तुतुर्थ तुतुर्योगमि इति तत्र पूगन्तलघुपति इत्यनेन तुतोर्मि इति भवति तुतुर्योगवः अत्रापि हल् अस्ति वकारः अतः तत् भवति तुतूर्वः तुतूर्मः इति रूपं तर्हि तुतोर्ति तुतूर्तः तुतुरति तुतोर्षि तुतूर्थः तुतूर्थ तुतोर्मि तुतूर्वः तुतूर्मः विजया महोदय लोट् आं महोदय अत्र तुर् इति भवति अत्र किमस्ति लोट् लोकारः तु तात् ताम् एतत् अतु एव अनन्तरं तात् तात् हि न एतत् हि तात् अनन्तरं तं त आनि आवाम इदानीं तु तत्र तुर् इति तुतूर् इति अस्ति तुतूर् इति अस्ति परन्तु अत्र रेप वकारस्य स्थाने हलिच इति सूत्रेण दीर्घः भूत्वा तुतूर् भवति तुतूर् अनन्तरं तात् योजनेन तुतूर् सर्वत्र न भवति तत्र तु अस्ति अत्र तत्र पित् तुतुर् पित् अस्ति, रेपः अस्ति, अतः तत्र पुगन्तलघुपदस्य इति सूत्रेण तुतोर् भवति, अनन्तरं तु योजनेन तुतोर् तु. अत्र हलिचकार्यमेव न करोति, हलिचकार्यं नास्ति, परन्तु तत्र तात् योजनेन रेपवकारस्य स्थाने हलिच इति सूत्रेण तुतुर् भवति, तात् योजनेन तुतु तुतुर्ता इति भव तुतुर्तात् इति भवति, तुतुर्तात् तुतुर्तात् दीर्घं दीर्घं भवति, दीर्घं भवति हलिच इति सूत्रेण. अनन्तरं तादृशमेव तां योजनेन तुतुर्ताम् इति भवति, तुतुर् अत्र तुतुर् अतु योजनेन तुतुरतु इति भवति, अत्र दीर्घं नास्ति खलु, दीर्घं नास्ति तत्र तत्र किमर्थम् अत्र अतु तुतुर् अतु तावदेव अत्र किमपि कार्यं नास्ति, हलि नास्ति अत्र रेपवकारः, परन्तु अत्र तुतुर् इति रेपः अस्ति खलु महोदय, तत्र किम परन्तु अकारः हलि नास्ति खलु, हलिपरे एव भवति, हलिपरे एव, हलिपरे एव सूत्रमस्ति, हलिच अत्र अजन्तमस्ति, अकार अजन्तं न अजादि, अजादि अजादि हलादि अस्तु. इदानीं तुतु हि भवति, हि भवति अत्र किमपि कार्यं न वर्णमेलनमेव खलु महोदय, तुतुर्हि इति भवति, दीर्घं भवति न वा इति प्रश्नः, दीर्घं भवति, रेपः अस्ति, अनन्तरं हि इति हलादिः अस्ति, अतः तुतुर्हि तुतुर्हि इति भवति. हूजल्भ्यो हेर्दि अत्र कार्यं तत्र न भवति महोदय, किमर्थं हूजल्भ्यो हेर्दि जल्भ्यः जल् नास्ति, जल् नास्ति अत्र, रेफः जलि नास्ति अत्र, हि जलन्तं जलन्तात् परस्य एव एतत् हि स्थाने जी भवति, तावदेव जल्वर्णः नास्ति अतः न भवति. इदानीं तुतुर् कः द्रष्टव्यः, रेफः वा हकारः वा झलि, किं महोदय रेफः अथवा हकारः कः वर्णः झलि अस्ति न वा इति द्रष्टव्यः, आमामां कः रेफः झलि अस्ति न वा इति द्रष्टव्यं, हकारः झलि अस्ति न वा, सूत्रं उजल्भ्यो हेर्हि अत्र झल् यत् अस्ति तद् कः वर्णः झलि अस्ति न वा इति द्रष्टव्यं, रेफः वा हलाः हकारः वा, तत्र हकारः जल्वर्णः रेफः खलु, तत् अहं जानामि भवती दोषः करोति इति पृच्छामि, जलन्त अङ्गात् जलन्त अङ्गस्य अन्ते अत्र कः वर्णः अस्ति, रेफः अस्ति, रेफः झलि नास्ति, झलि नास्ति अतः न भवति, तुतुर्हि तथैव तुतुर्तात् पूर्वमेव दृष्टवन्तः तुतुर्तात्, अनन्तरं तादृशमेव तत्र हलिच इत्यनेन दीर्घः भूत्वा तुतुर्तं तुतुर्त इति भवति, अनन्तरं तत्र तुतुर्तं सम्यक्, यत्र दीर्घः अस्ति तत्र किञ्चित् दीर्घत्वेन वदतु, यतोहि अहं न जानामि तुतुर्त, अनन्तरं तत्र आणि इति पित् अस्ति अतः गुणकार्यं भवति, तु उकारस्य स्थाने ओकारः भूत्वा तुतो भवति, अनन्तरम् आणि आणि भवति वा अत्र गुणकार्यं न भवति वा, भवति एव खलु तत्र पुगन्तलघुपदस्य इति सूत्रेण, परन्तु सूत्रम् अजादि अस्ति खलु, अजादि पित् अस्ति चेत् किं भवति, सार्वधातुक आर्धधातुकयोः अजादि पित् अस्ति अभ्यस्त अङ्गम् अस्ति अतः विशेषसूत्रमस्ति नाभ्यस्तस्याचिपिति सर्वेन गुणनिषेधः भवति तुतुराणि तुरावतुराम केवल नत्वं भवति गुणकार्यं न भवति यद्यपि अपित् अस्ति परन्तु अजादि पित् अभ्यस्त अङ्गम् अतः न भवति तर्हि आहत्य तुतोर्तु तुतूर्ता तुतूर्तां तुतुरतु तुतुर्हि तुतूर्त तुतूर्हि दीर्घं तुतूर्तात् तुतूर्तं तुतूर्त तुतुराणि तुतुराव तुतुराम अग्रे लङ् करोतु मदर् महोदय तुतुर् अत्र अडागमः भवति अतुतुर् योगः तकारः अतुतुर् तकारः हल्याभ्यो दीर्घसुतिसप्तम् हल् इति सूत्रेण लोपो भवति अतः अतुतोर् एव अग्रे समाप्तं वा एपस्य सूत्रमेव खलु महोदय ससजुषो ससजुषोरुः न भवति विसर्गः अस्ति न करवसानयोः विसर्जनीय खलु सामान्यकार्यं करवसानयोः विसर्जनीय न भवति वा अतुतोः रेपः अस्ति अतः किं करवसानयोः विसर्जनीयसूत्रं आमां रेपस्य स्थाने विसर्गः देशे भवति खर् परे अथवा अवसाने अग्रे अवसाने चेत् रेपस्य विसर्गः भवति तर्हि अतुतोः तुतोः अतुतोः अतुतुर् योगः ताम् अस्ति अतुतु हलि च इति सूत्रेण अतुतूर्ताम् अतुतूर्ताम् अतुतुर् योगः उः अस्ति अत्र अतुतुर्योगः अजादि अपि अस्ति अतः अतुतुः अतुतुर्योग न महोदय अत्र अजादि अस्ति अतुतुर्योगः सकारः अस्ति भुगन्तलघुपदस्य चेत् इदानीं गुणः भवति अतुतोर् योगः सकारः हल्याभ्यो दीर्घसुतिसप्रक्तं हल् इति अनेन सकारस्य लोप करासाने विसर्जनीय इति सूत्रेण विसर्गः अतुतोः अतुतुर्योगः तम् अस्ति अलादि अपित् अस्ति अतः हलिच इति सूत्रेण सम्यक् वा अतुतूर्त अतुतु योगः अम् अजादि पित् अस्ति अतः गुणनिषेधः भवति नाभ्यस्त तस्याचि पिति सार्वधातुके इत्यनेन अतुतुरम् इति अतुतुरम् अतुतुर् योगः वा अस्ति हल् अल् वर्णः अलीच इत्यनेन रव अतु तूरव अतु तूरम इति तूर्व आमामामां रेप अस्ति आम् अतूर्व अतूर्म किं महोदय अतुतोः अतुतूर्ताम् अतुतूर्तम् अतुतूर्त अतुतुरम् अतुतूर्व विधिलिङ्गि किमपि नास्ति केवलं हलि च इत्यनेन दीर्घत्वं भूत्वा तुतूर्यात् तुतूर्याताम् तुतूर्युः तुतूर्याः तुतूर्यातम् तुतूर्यात् तुतूर्याम् तुतूर्याव अनेन ज्योत्यादिगणस्य धातवः समाप्ताः. महोदय तत्र अस्माकं तुलुभाषायां तुरु इति वेगेन गच्छति इत्यस्मिन् अर्थे भवति तुर्तुर् इति तुर्तुर् गच्छति इति वेगेन गच्छति इत्यस्य आमां तुर्तुर् इति प्रायविशेषणत्वेन उपयुक्मः प्रायः तुलुभाषायां तत्र कन्नडभाषा नास्ति एवं वा आमां भवान् तुलुभाषी अस्ति आमामां प्रायः अत्र अत्रतः एव अस्तु तर्हि प्रश्नः न सन्ति चेत् विरमामः रविवासरे बुधाचरणः धन्यवादः धन्यवादः महोदय.